अद्यतनं करपत्रं यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि इति अनुवर्तते. अस्तु, सरला भगिनी कृपया. अस्तु, गुः धातुः अस्ति, गुः जो गुः इति युगन्तधातुः अस्ति, तस्य कथं जातं गुः इति एकाचो हलादे क्रियासंहारे समभिहारे अनेन यङ् विधानं, तदनन्तरं यङोचि अनेन यङ्लुकि भवति, संयङो अनेन द्वितं भवति गु घु इति, हलादिशेषनेन हकारस्य लोप भवति गु गु इति भवति गु गुः, तदनन्तरं गोः चु अनेन गकारस्य स्थाने जकार आगच्छति जुगुः, यङो गुणो यङो चि गुणो यङो गुणो यङो किमस्ति इति सूत्रेण गुणः भवति, सो गुणो यङ्लुको यङ्लुकोः इति गुणो यङ्लुकोः अनेन गुणः भवति, ओकारस्य ओकार भवति जोघु इति धातु निष्पन्नं भवति. इदानीं लट् यदि विवक्षा अस्ति जो गुः योगति, इदानीं ति यत् अस्ति यति झलि अस्ति, झलि अस्ति अपि प्रथमम् अङ्गकार्यं करणीयं, सो गु इति उकार उपधायाम् अस्ति, सो पुगन्तलघुपदस्य तस्य प्रसक्तिः भवति, तकारति पित् अपि अस्ति, सो जो गोः योगति इति भवति पुगन्तलघुपदस्य अनेन. तदनन्तरं ति इति घलि परे अस्ति, होदसूत्रेण हकारस्य स्थाने ढकार आगच्छति, निमित्तम् अस्ति झलि परे वा पदान्ते अस्ति, इदानीम् अत्र झलि परे निमित्तं पूरितं, सो इति भवति जो गुः जो गुध योगति. नाम जो गुड् योगति अति अस्ति, ढ इति घस्वर्णे अस्ति, सो झषस्ततो ध इति सूत्रेण तकारस्य स्थाने ढकार आगच्छति, तकार या ढकार झष् परे ध भवति, सो ध भवति, जो गुड् योग धि भवति. इदानीं क्षम्यतां भगिनि, न स्तुनाष्टुः सूत्रेण न वा, न न जप प्रथमं झषस्ततो ध इति सूत्रेण तकारस्य धकार भवति, तदनन्तरं स्नाष्टु वृक्कं जो गोट् योगधि, अत्र ढ इति टवर्गीयवर्ण अस्ति, ध इति टवर्गीयवर्ण अस्ति, सो स्नाष्टुः इति सूत्रेण धकारस्य धकार भवेत् जो गोट् योगधि इति भवति. साधु पुनः वदतु भगिनि, न वर्णतं प्रथमं होडाः इति सूत्रे ढकार आगच्छति, प्रथमं पुगन्तलघुपदस्य जोगोद्योगति, तदनन्तरं झषस्ततो ध तकारस्य धकार भवेत्, तदनन्तरं होड पुगन्तलघुपदस्य तद होड जोगोद्योगति, तदनन्तरम् इति आगच्छति झषस्ततो ध तकारस्य स्थाने धकार, इदानीं तस्य प्रसक्ति भवति स्नास्तु भूत्वा, तदनन्तरं ढ्रलोपे पूर्वस्य ढकारस्य लोप भवति, सो जो गो रोगढि जो गोढि इति भवति. इदानीं तस्य अनन्तरम् अन्य सूत्रमस्ति ढलोपे पूर्वस्य दीर्घ भवति, इदानीं गो ढकारस्य पूर्व वर्णः अस्ति ओकार, ओकार अण् वर्ण अण् प्रत्याहारे नास्ति, तो अतः कोऽपि कार्यं न भवति, तो अतः अस्माकं रूपं भवति जोगोढि, क्षम्यतां जोगोढि इति रूपं भवति. साधु तदनन्तरम् इति अस्ति, यत् इति अस्ति तत्र किं भवति, नाभ्यस्तचिप् इति सार्वधातुके यदि इति सिपित् अस्ति अजादि अस्ति, सो अजादि पित् अस्ति तद् गुणबाधितं भवति. सो इदानीं जोगु योग इति तत्र गुणबाधितं भूत्वा तत्र जोगु योग इति केवलं वर्णमेलनं भवति, जोगोहीति इति भवति. यत्र तः अस्ति जोग् प्रथमपुरुषे द्विवचने जोगु योगतः, तः इति अपित् अस्ति, अपित् अस्ति तु कितिङिति अस्ति, कितिङिति सूत्रेण गुणबाधितं भवति, तु जोगु योगतः. होड तकार झलि अस्ति, तु होडसूत्रस्य कार्यं यथा पूर्वं कृतवन्तः. जोगुड् योगतः, इदानीं पुनः झषस्ततो ढकार झष् वर्णे झष् प्रत्याहारे अस्ति, तु तकारस्य धकार जातः. जो गुड् योगः ढः श्नाष्टुः, अनेन जोगुड् योग ढः. घ्रलोपे पूर्वस्य ढकारस्य लोप जोगुढः. इदानीं घ्रलोपे पूर्वस्य अन्न दीर्घ भवति, उकार यसति अण् प्रत्याहारे आगच्छति अ इति ऊण, सो उकारस्य ऊकार भवति, सो जोगुढ इति भवति द्वितीयरूपम्. यत्र अति अस्ति पुनः नाप्य सचिप् इति सार्वधातुके, तस्य प्रसक्तिः नास्ति कारणकि अति पित् नास्ति, केवलं वर्णमेलनं भवति जोगुहति. इदानीं यत् सि अस्ति जोगु योग सि, पुनः सि इति पित् अस्ति, गुण भूत्वा जोगो योग सि, जोगोः योग सि. इदानीं होड सकार झलि अस्ति, सो जोगोड् योग सि. इदानीं ढकार परे सकार अस्ति, सो षडोकः सि, तस्य पूर्वं जो गोढ् अस्ति, सो गकार भष् वर्णसि, ढकार भष् वर्णसि, एकाचो भषो भष् सकार सकारे परे तस्य गकारस्य महाप्राण घकार आगच्छति चतुर्थवर्ण, जो गोड् योग सि इदानीम् इति भवति. जो गोड् योग सि भूत्वा तदनन्तरं किं भवति, षडोकः सि, अनेन ढकारस्य स्थाने ककार आगच्छति, जो घोक् योग सि. आदेशप्रत्योदने सकारस्य मूर्धने सकार, सो जो घोक् योग सि, जो घोक् सि इति अन्तिमरूपं भवति. यत्र ईशि अस्ति केवलं वर्णमेलनं, नाभ्य सचिप् इति सार्वधातुके, अनेन गुणबाधितं, जोगो हीषि इति भवति. यत्र थ अस्ति यथा पूर्वं कृतवन्तः, थकार अपि झले अस्ति, सो प्रथमं होड जशस्ततो ध, तदनन्तरं ढोडे लोप ढ्रलोपे पूर्वस्य दीर्घ, जो गूढ समानरूपं यथा प्रथमपुरुषे द्विवचने आसीत्, थ मध्यमपुरुषे बहुवचने जो गूढ, यत्र जो गुः मी, तत्र इदानीं यत्र मी अस्ति तत्र केवलं वर्णमेलम् अस्ति किन्तु लिप् पित् अस्ति, सो जो गोः मी इति भवति, जो गोः मी. मकार झलि नास्ति, तो तस्य प्रसक्तिः नास्ति. जोगो योग ईमि नाभ्यसचिपिति, अनेन गुणबाधितं, जोगुहीमि यत्र व अस्ति अपित् अस्ति, अत्र अपि गुणबाधितं केवलं वर्णमिलं, जोगु व जोगु मः इति भवति. दीर्घं न भवति भगिनि, अत्र अचिपरे एव दीर्घः भवति न, तर्हि किमर्थं जोगुहीति, तत्र जोगुहीति जोगूहति तत्र अचिपरे अस्ति किल भगिनि, तत्र किमर्थम् ऊदुपदायाः गोहः इत्यस्य कार्यं न भवति? सूत्रसङ्ख्यां द्रष्टव्यं, सूत्रमस्ति गोः इति भवति, गोः अङ्कस्य उपधाया उकारो आदेशः सत्यम्, इदानीं गोः नास्ति प्रथमगुण भवेत् अत्र अचिति यङ् लुकि तस्य कार्यं नास्ति सूत्रस्य, यदि यत् लोट्लकार अस्ति केवलं गोधातुः अस्ति लोट्लकार तत्र कार्यं भवति आनी यत् जो गो तत्र भवति यत् आनी आव आम तत्र अस्ति जो गो भवति तत्र तस्य कार्यं भवति न तु यङ्लुकि, कारणं यङ्लुकि नाभि सचिति इति विशिष्टसूत्रमस्ति तस्य कार्यं बालसम्. एकनिमिषं भगिनि, तत्र यत्र ईति अस्ति तत्र ईति ईशि तत्र सर्वत्र नाभ्यस्तस्य च इति सार्वधातुके इति कृत्वा गुणनिषेधः भवति, विशिष्टसूत्रमस्ति इति कृत्वा ऊदुपदायाः गोः इत्यस्य कार्यं न भवति इति वा? कारणं तस्य निमित्तमस्ति गोः अङ्गस्य अस्ति इदानीं इति अत्र नाभ्यस्य चिप् इति अनेन गोः न अभवत् तिष्ठति तत्र. तर्हि आनीयाव आम मध्ये किम् उक्तवती तत्र आनीयाव आम अपि अपित्वात् कारणकी नादृशचिकित्सि अनेन पित् न भवति गुणबाधितं भवति आनीयाव अपि अजादि पित् अस्ति. अस्तु अस्तु, अजादिपित् अस्ति सत्यं, तत्र गुणः भवति परन्तु निषेधात् तत्र ऊदुपदायाः कार्यं न भवति इति वा? धन्यवादः. नमस्कारः महोदय. नमस्ते महोदय, वयं तु गुहदातोः विषये पुनः चिन्तनं कुर्वन्तः स्मः. सर्वाणि रूपाणि लकारा चतुर्षपि लकारेषु करणीयं वा नो चेत्? महोदय, कारणं महोदय केवलं प्रथम चतुर्वर्गे तस्य पूर्वं वर्गे केवलं कः लोट् कर्तुम् इच्छति यथा भगिनी उक्तवती समानक्रिया कोऽपि अन्यः करोमि भगिनि करोतु. जो गुः धातुः जो गुः ह्योः तु इति पित् अस्ति प्रथम अङ्गकार्यं भगवन्तलघुपदस्य सूत्रेण गुणः भवति. जो गोः ह्योः तु जो गोः होडः इति सूत्रेण ढकारस्थाने ढकार आगच्छति. जो घोड् ह्योः तु अधुना जश्चोर्धोर्धः इति सूत्रेण तकारस्थाने ढकार आगच्छति भगिनि, धू एव ढकार एव आगच्छति तकारस्थाणकारः अल्पप्राणधकारः न महाप्राण महाप्राणधकार धू जो गोड् यः धू स्टुनास्टुः इति सूत्रेण धकारस्थाने ढकार. जो गोड् धू डाडे डोडे लोपः इति सूत्रेण डकारलोपः भवति. जो गोढु अत्रापि उपदा उदुपदाया गोहः सूत्रं कार्यं करोति भगिनि, सरला भगिनि न कार्यं करोति तत्र अचि नास्ति खलु परे? ओ ओके ओके, अचि नास्ति ओके जादेव ओके. तदनन्तरम् इतु अत्र इतोपि पित् अस्ति गुणं भवति. जो गो केवलं वर्णमेव जो गो हीतु थात् पित् अपित् अस्ति गुणविनिषेधः ज्योगुः योगः थात् होडः इत्येन ढकार जो गुड् योगः थात् जष्टचोर्धोर्धः इति सूत्रेण तकारस्थाने धकार महाप्राणधकार जो घुट् धात् चुनाष्टुः इति सूत्रेण धकारस्थाने ढकार जो घोट् डोडे लोपः इति सूत्रेण ढकारलोपः जो गुढोत् जो गुढात् जो गुढात् जो गुह्यथाम् अत्रापि गुणनिषेधः कित् अस्ति अपित् अस्ति होडः इति सूत्रेण ढकार अकारस्थाने ढकार जष्टचोर्धोर्धः इति ताम् इति स्थाने ढकार स्टुनाष्टुः इति सूत्रेण ढकारस्थाने ढकार भवति डोढे लोपः इति सूत्रेण पूर्वढकारलोपः जो गुढां जो गुः अतु अत्र अपित् अस्ति गुणनिदेशनिषेधः अत्र अजादि अस्ति बट् गुण न भवति ततः उदुपदाय गोः न कार्यं करोति केवलं वर्णमेल एव न भगिनि उक्तवती पूर्वस्य दीर्घ न भवति तत्र न भवति अत्र अजादि नास्ति न यदि ढलोपे ढोडे लोपः भूत्वा तदनन्तरं जोगु धात् इति भवति खलु तदनन्तरं ढलोपे पूर्वस्य दीर्घ अण भवति उकारस्य तत्र दीर्घ उकार क्षम्यताम् अहं न उक्तवती भवती न उक्तवती जोगु धात् अजोगो धाम् इति जोगुः योगः हि अपित् अस्ति हि पुनर्निषेधः हुजल्यभ्यो हुजल्यभ्यो धीर्धिः हकारस्थाने धि आगच्छति प्रथमं तदनन्तरं होडः इति सूत्रेण तदेव उक्तं भवति हि स्थाने धि आगच्छति जल्यभ्यो सूत्रेण हि स्थाने धि आगच्छति हकारस्थाने होडः इति सूत्रेण ढकार आगच्छति तदनन्तरं जष्टतो झषि इति सूत्रेण ढकारस्थाने धकार आगच्छति तस्य कार्यं न भवति कारणं द्वि अस्ति तत्र परे तत्र कार्यं न करोति न भवति भगिनि केवलं थकार थकार एव न धकार जोगुद्धि एव रूपं न जोगुद्धि तस्य पूर्वम् एकं कार्यं भवति न एकाचो बसो बस् आगच्छन् तस्य तदन्ये घकारस्थाने महाप्राणघकारः भवति न तदपि न भवति कारणकी धी अस्ति तस्य निमित्तं भवति सकार ध्व पदं भवेत् न तु धी बाध्यतां कार्यं न करोति ओके जोगुद्धि एव रूपं भगिनि लोपि पूर्वस्य भवति जोगुधि इति भवति अत्र दकारलोपः नास्ति खलु दकारस्थाने दकार आगच्छति न पुनः वदतु पूर्वं प्रथमं हि स्थाने धि जस्ट् तदनन्तरं होडः इति सूत्रे दकार आगच्छति दकार दकार अस्ति चेत् किं कार्यं भवति स्नास्तुः सन्धिकार्यम् ओस्तु नास्तुः ओके जोगुड्ढि अस्ति तदा दाल् दोडे लोपः इति सूत्रेण डकार पूर्वलकारलोपः तदनन्तरं द्रालोपे इति सूत्रेण उकारस्य दीर्घ भवति जोगुड्ढि किमर्थम् एकाचार्यं न करोति कारण कि तस्य निमित्तमस्ति सकारे परे स्त्री द्वपदं भवेत् न तु धि द्वोः इति पदान्ते एव पदं भवेत् पदं नास्ति यस् भवति यस् भवति किल मध्यमपुरुषे एकवचने बहुवचने इत्युक्ते सकारात् अनन्तरं नो चेत् ध्व इति भवेत् त्वोः इति निमित्तम् अस्तु महोदय धन्यवादः योगः इतु अत्र गुणनिषेधः नाभ्यस्तस्य रूपम् उक्तवती भगिनि तत्र किं रूपम् उक्तवती एकवचने जोगुड्ढि आं भगिनि ईतु अत्र ईतु गुणकनिषेधः नाभ्यस्तस्य अपित् सर्वदात्मके गुणनिषेधः जोगुः ईतु ईतु जल् नास्ति केवलं ओ अत्रापि किं भगिनि मध्यमपुरुषे एकवचने हि तात् इति अस्ति ओ ईतु नास्ति तात् अस्ति चेत् तात् अस्ति जस्तोर्धोर्धः इति सूत्रेण धकारस्थाने धकार आगच्छति धात् जोगुः योगः धात् तदनन्तरं होडः होडः अत्रापि ष्टुनाष्टुः इति सूत्रेण तदनन्तरं जस्ततोर्थः धीर्थः चुनाष्टुः इति सूत्रेण जोघुधात् दाडे लोपः डोडे लोपः डोडे लोपः प्रथम दकारलोपः जोघुड्ढात् अत्रापि दीर्घ भवति केन सूत्रेण दीर्घः जोघुड्ढात् जोघुड्ढात् अवसाने इति सूत्रेण धाद् अपि रूपं भवति भगवान् दशोन्ते अनेन धाद् भवति वावसानेन सकार भवति ओ ओगुधात् प्रथमं जलान् दशोन्ते ओके तदनन्तरं वावसाने वावसाने जोगुः योगः तं तम् अत्रापि समानकार्यमेव. तम् अस्ति प्रथमं होडः हकारस्थाने ढकार तम् अस्ति जस्तोर्धोर्धः ढकार आगच्छति. स्टुनाष्टुः इति सूत्रेण ढकारस्थाने ढकार जो गुड् ढम् डाडे डोडे लोपः इति सूत्रेण ढकारलोपः जो गुड्ढं दीर्घं भवति जो गुढम् था अस्ति प्रक्रिया एव अस्ति जो घूड् जो घूड् ठकार ढकारस्थाने ठकार आगच्छति भगिनि. समानप्रक्रिया अन्तिमरूपं द्वयम् अस्ति भगिनि ढकार ठकार भवति गुणनिषेधः आनि पित् अस्ति परन्तु न अभ्यस्तस्य अचि पित् अस्ति गुणनिषेधः जोगुह्वानि पुण्यं जातम् इदानीं. धन्यवादः. किं भगिनि अग्रे लङ् खलु भगिनि हेमा भगिनि प्रयत्नं करोतु. अहं करिष्यामि भगिनि. अहं चिन्तितवती प्रायः मणिमहोदय इच्छति वा इति चिन्तयित्वा अहं तूष्णीं तिष्ठवती. मणिमहोदय करोति वा नो चेत् अहं करोमि वा. अस्तु अहं प्रयतिष्ये तर्हि. अत्र अजोगुः इति इदानीम् अडागमः आगतम्. अतः अजोगुः योगः तकारः. इदानीं हल्नियाप्योसुतिस्य दीर्घस्य प्रत्तं हल् इति कृत्वा तकारस्य लोपः भवति. तस्य प्राक् एव तत्र उपदायाम् उकारः अस्ति इति कृत्वा पुगन्तलघुपदस्य इत्यनेन प्रथमं गुणः भवति. अजोगोः योगः तकारः. तकारस्य लोपः अजोगोः इत्येव इदानीं रूपं. पदसंज्ञा अपि प्राप्तम्. अपि च अन्तिमवर्णः हकारः इति कृत्वा पदान्ते होडः इति सूत्रेण हकारस्य डकारः. अतः अजोगोढ् इति रूपम्. इदानीम् अजोगोढ् मध्ये तत्र किं कुर्मः. तत्र तु भष्पावः न आगच्छति यतोहि स्तोः इति निमित्तं नास्ति. तदनन्तरं तत्र पदान्ते अस्ति तु भष्पावः भवति परन्तु स्तोः अत् अस्तु अस्तु हा. तर्हि तत्र निमित्तद्वयं वर्तते इति वा तत्र सकारे परे द्वपदे परे पदान्ते. हा तर्हि तदेव स्तोः नो चेत् पदान्ते. इदानीं पदान्ते अस्ति इति कृत्वा बष्पावः भूत्वा गकारस्य महाप्राणघकारः. तर्हि अजोघोड् इति भवति. इदानीं झलां जशोन्ते इति कृत्वा अल्पप्राणदकारः. तर्हि अजोघोड्. तदनन्तरं तत्र वावसाने इति कृत्वा टकारः अपि आगच्छति. तर्हि रूपद्वयं भवति अजोघोड् अजोघोट् इति रूपं द्वयम् अस्तु. तदनन्तरम् ईत् इति अस्ति. ईत् तु इदानीं नाभ्यस्तस्य चिपिति सार्वधातुके इति कृत्वा गुणनिषेधः. यद्यपि अजादिः अस्ति अत्र गुणस्य निषेधः अभवत् इति कृत्वा अत्र ऊदुपदायाः तस्य कार्यं न भवति. केवलं मेलनं भूत्वा तत्र अजोगुहीत् इति रूपम्. अत्रापि जलां जशोन्ति अपि च वावसाने इति कृत्वा रूपद्वयं प्राप्तुं शक्नुमः. अत्र जो गुहीत् इति रूपद्वयं, तदनन्तरं ताम् इति अस्ति. इदानीं ताम् अपित् अस्ति, अतः गुणः न भवति. अजोगुः योगः ताम्. तकारः हलि झलि अस्ति इति कृत्वा होडः इत्यस्य प्रसक्तिः प्राप्तिः. अजो गुड् योगः ताम्. इदानीं ढकारः जश्वर्णः इति कृत्वा जशश्चतुर्दोदः, यतोहि तकारः परे अस्ति इति कृत्वा तकारस्य ढकारः. अजो गुड् योगः ढाम्. तर्हि इदानीं ढकारस्य परे ढकारः वर्तते इति कृत्वा ढोडे लोपः इति पूर्वस्थितस्य अणः लोपः जातः, तर्हि अजोगु ढाम् इति. इदानीम् अण्वर्णस्य पूर्वं स्थितस्य उकारस्य दीर्घः भवति ड्रलोपि दीर्घस्य पूर्वस्य दीर्घो अण इति कृत्वा अजोगूढाम् इति रूपं. तदनन्तरम् उः अस्ति. उः पुनः अपित् अस्ति. गुणनिषेधः नाभ्यस्तस्य चिपिति सार्वधातुके इति कृत्वा, अपि च किं भगिनि तर्हि अत्र किमपि कार्यं नास्ति, केवलं मेलनमेव भवति. अजोगुः इति रूपम् आगच्छति. तदनन्तरम् अजोगुः योगः सकारः. यथा पूर्वम् अत्रापि पुगन्तलघुपदस्य इति कारणेन अजोगोः योगः सकारः. सकारस्य लोपः, हल्न्याभ्योसुतिस्य दीर्घस्य प्रत्तं हल् इति कृत्वा स लोपः. तदनन्तरम् अजोगोः इति अस्ति. इदानीं पदान्ते अस्ति इति कृत्वा होडः इति सूत्रेण अजोगोढ. इदानीं पुनः पदान्ते अस्ति इति कृत्वा भष्भावः अपि भवति, अतः घकारस्य महाप्राणघकारः भष्भावेन अत्र अजोघोड् इति भवति. इदानीं जलां जशोन्ते इति कृत्वा ढकारस्य डकारः, वावसाने इति कृत्वा पुनः टकारः. तर्हि यथा पूर्वं रूपद्वयम् अजोघोड् अजोघोट् इति. तदनन्तरम् ईः अस्ति. अत्र केवलं मेलनमेव भवति, अत्र कोऽपि कार्यं नास्ति, किमपि कार्यं नास्ति. अजोगुहीः इति. तं त रूपद्वयमपि यथा ताम् इति जातं तथैव अत्रापि प्रक्रिया समानं. तकारः झलि अस्ति इति कृत्वा पुगन्तलघुपदस्य अजोगोः, तदनन्तरं होडः अजोगोढ, तदनन्तरं जशश्चतुर्दोदः, तकारस्य ढकारः ढम् इति. इदानीं ढोडे लोपः इति कृत्वा पूर्वस्थितस्य ढकारस्य लोपः. अजोगो एकनिमिषं, ढकारः ढकारः कृतवती. आं ष्टुत्वं, ऐ मिस्ड् इट् रैट्. तर्हि तत्र तम् इत्यत्र ढम् ष्टुत्वेन तत्र ढम् इति भवति. तदनन्तरमेव डोडे लोपः इति कृत्वा, तदनन्तरं डलोपि दीर्घस्य पूर्वस्य दीर्घो अण् इति कृत्वा अजोगूढम् तथैव अजोगूढ इति. तदनन्तरम् अम् इति अस्ति. अम् अत्रापि किमपि कार्यं नास्ति. गुणनिषेधः अपि च उदुपदयाः अपि न भवति, यतोहि गोः इति न भवति इति कृत्वा अजोगुहम् इति रूपं. तदनन्तरं बकारः मकारः. अत्र झलि नास्ति द्वयमपि इति कृत्वा अजोगुः योगः बकारः. अत्र पुगन्तलघुपदस्य कार्यं भवति वा? क्षम्यताम्. अजो गुह्व अजो गुह्म मध्ये केवलं वर्णमेलनं वा? अजो गुह्व अजो गुह्म इति. धन्यवादः भगिनि. धन्यवादः. अग्रे वदतु भगिनि, सरला भगिनी कः इति वदतु भगिनि. अहं वा करोमि. का उक्तवती भगिनि, क्षम्यतां, पुनः वदतु. अहमेव वदामि. अस्तु, अजोगुह्योगः यात् इति अस्ति. अहं तु अन्यत् कार्यं किमपि न पश्यामि. जली अपि नास्ति, पदान्ते अपि नास्ति, तर्हि अजोह्य अनन्तरं गुणकार्यं प्रसक्तिः अपि नास्ति. तर्हि किं भगिनि? अकारः अपि नास्ति, अजोगुः इति उक्तवती किल, केवलं जोगुह्यात्. क्षम्यता, अहं जोगुः, तर्हि केवलं वर्णमेलनं जोगुह्यात्, जोगुह्यातां, जोगुह्युः, जोगुह्याः, जोगुह्यातं, जोगुह्यात, जोगुह्यां, जोगुह्याव, जोगु गुह्याम इति रूपाणि. तदनन्तरम् अनदितधातवः सन्ति साधु. आं भगिनि, पठनीयं खलु, यत्र स्मारणीयं खलु, पठामि वा? मलि महोदय, अस्तु, क्षम्यतां महोदय. ऊदुबुधायाः गोहः अनिदितधातवः, मन्त मामन्त अनिदितः, क्षम्यताम्, अनिदितधातवः, अनिदितधातवः मन्त मामन्त, वंश वणिवंश, ध्वंस धनीध्वंस, हम जहम जम्हम. सूत्रं पठामि. अनितं हल्बदायः, अनितं हल्बदायः इति येषां हलन्तधातूनां ह्रस्वैकारस्य इति समीचीनः नास्ति, तेषाम् उपदायः नकारः अस्ति चेत् तस्य नकारस्य लोपो भवति इति नीति प्रत्ययपरे. अनुवृत्तिशैलसूत्रं पठामि वा? इति तस्य येषां ते इदितः, न इदितः, अनिदितः, बहुविधगर्भः, नञ्च तत्पुरुषसमासः, तेषाम् अनिदितः, क च न च तयोः व्यतिरेतुरदन्तः, मोहौ तौ यस्य सः द्वन्द्वगर्भः, बहुव्रीहिसमासः, तस्मिन् इति अनिन्तं षष्ट्यन्तं, हलः षष्ट्यन्तम्, उपदः षष्ट्यन्तम् इति सप्तम्यन्तम् अनेकपदं सूत्रम्. स्नानलोपः इत्यस्मात् न लोपः इत्यनयोः अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अनिन्तं हलः, अङ्गस्य उपदः, न लोपः इति इत्युक्ते हलन्तधातु मध्ये ह्रस्व इकारः नास्ति चेत् अत्र उपदायः नकारः अस्ति चेत् तस्य लोपो भवति इति अत्र सूत्रं वदति. मन्त्रधातु, मन्त्रधातु रूपं वा? आमां, कथं पठं यग्लुकी रूपम् आगच्छति मामन्त्र? मन्त्रधातु धातोरेकाचो हलादेय क्रियासंहारे यङ् इति नेन यकार आदेशः, यङ् आदेशः, अनन्तरं चो किं सूत्रं? यङोचि, यङोचि इति सूत्रेण यङ् लुक् भवति, अनन्तरं सन्यङ्गो इति द्वितं भवति, मन्त् मन्त् इति हलादिशेषः इति मा मन्त्, अनन्तरं मा मन्त्, अनन्तरं दीर्घोक्तः इत्यनेन दीर्घो भवति मध्यस्थं, मामन्त् इति रूपं भवति. इदानीं लट्लकारे मामन्त् योगवति, अत्र किमपि कार्यं न भवति, गुणः न भवति, परन्तु करि चेतनेन तकारस्य तकारः भवति, नकारः लोपः भवति अत्र, क्षम्यताम, पित्तस्य अथवा न लोपः, मामन्ति इति करिचैतन्य सकारः भवति, मामन्ति इति रूपं, अनन्तरम् ईति एकम् अन्यं कार्यम् अस्ति महोदय, अन्यकार्यमपि अस्ति. अस्तु, हल् अस्ति, नकार हल् अस्ति, तदनन्तरं तकार झरो झरि सवर्णे, हल् परे सवर्ण सवर्णपरे चेत् पूर्वसवर्णस्य लोपः भवति विकल्पेन. अस्तु, द्विरूपमस्ति, मामन्ति इति रूपं भवति, अन्यत्र नकारः अस्ति चेत् हलः अस्ति चेत् तद् नकारस्य लोपो भवति, मामन्ति इति रूपम्. अस्तु, मामन्ति मामन्ति. अनन्तरं इति न गुणनिषेधः नाभ्यस्य चिप् इति सार्वदत्केन, अतः मामन्ति इति मामन्तः द्विवचने, अत्रापि करिचैत्यनेन तकारः भवति मामन्तः. अनन्तरम् अत्रापि जरोजरि कार्यं करोति. प्रथमं किं भवति तिथिनिति अस्ति, अतः नकारस्य लोपो भवति, मामत् करिचेतेन मामत्तः इति रूपं भवति. सम्यक्. अनन्तरं मामन्तति इति रूपं मध्यं पुरुषे सि अस्ति, गुणः भवति, गुणकार्यं भवितुम् अर्हति, अत्र न भवति, अतः मामन्त सि अस्ति, परिचयजनेन तकार भवति, मामत् सि इति भवति वा, मामत् सि, मामन्त सि न, तस्य तकार अपि अस्ति न, पुनः हरिच यथा पूर्वं कृतवन्तः झरो झरि सवर्णे खरि च प्रथमं. ओ, चकारः करि अपि अस्ति वा, झरि अपि? ओ, अस्तु, मामन्सि इति एकरूपम्, अन्यरूपं सवर्णमस्ति. अस्तु, हल्परे पूर्वरूपं चकार जरः लोपो भवति, अतः मामन्सि इति रूपं. सम्यक् विकल्पेन मामन्सि तकार अपि भवति. आम् आम्, मामन्सि अन्यरूपं मामन्सि इति, माम ईसि मामन्सि वा भगिनि, दन्त्य दन्त्यवर्णः इति कृत्वा झरो झरि सवर्णेः वा? आमाम्. जर्रस्ति सि, जर्रस्ति अधः जरोजरि इति सवर्ण अस्ति न, तवर्गीय अस्ति, सकारपि तवर्गीयवर्णः अस्ति, सकारपि तवर्गीयवर्णः अस्ति. साधु, धन्यवादः. ईसि इदानीं मामन् ईसि, अनन्तरं तः, अत्र किचिनिति अपि तस्य अधः किचिनिति अनिदितम् अनितं हल् उभता किचिनिति इति सूत्रेण नकारः लोपो भवति, मामन्तः करिचेत्यनेन पर्जन्यवत् भवति, मामन्तः इति. अनन्तरं अनिव मामन्त इति नकारस्य लोपो भवति, मामन्तः इति. मी उत्तम मी अस्ति, मामन्त मि, मामन्त मि, मि जरि नास्ति, पितृव्य अस्ति, अतः मेलनमेव अहं चिन्तयामि, मामन्ति मामन्ति इति, मामन्तीनि वः जल् नास्ति, अतः मामन्त्वः महापि मामन् मह इति रूपं महोदय हल् अनुदित् अस्ति अपि अधः प्रति परे नकार लोपो भवति मामन्त् मामत्वः मामत् मह इति मध्यपुरुषे एकवचने यत्र सि इति आगच्छति तत्र सवर्णम् इति स्वीकुर्मश्चेत् ते तत्र केवलं स्थानं पश्यति वा प्रयत्नं न पश्यति वा वयं रूपद्वयम् उक्तवन्तः वा आम् आम् एवं वा तत्र यतोहि तकारः तु तत्र स्पर्शाः भवन्ति स्पृष्टवर्णः भवन्ति परन्तु सकारः तु ऊष्मः अस्ति इति कृत्वा तत्र प्रयत्ने ते भिद्येते इति नास्ति इति चिन्तयामि झरो झरि सवर्णे अपि अस्ति किल सवर्णझर्वर्णः अस्ति चेदेव तत्र लोपः भवति परन्तु यत्र सवर्ण इति स्वीकुर्मश्चेत् तत्र तदर्थमेव एकवारं पूर्णम् अपि अहम् उक्तवती महोदयेन अस्माकं कृते केवलं दन्त्यः तकारः अपि दन्त्यः सकारः अपि दन्त्यः अधः भवति इति कानि अन्तरतमः इति पश्यामः परन्तु प्रयत्नः यदि आभ्यन्तरप्रयत्नः बाह्यप्रयत्नः इति पश्यामश्चेत् तत्र भेदः भवति तदर्थं पृष्टवती तस्य अभ्यासः वयं न कृतवन्तः अतः अत्र रूपद्वयम् अस्ति वा इति अहं न जानामि पुनः ध्वनिमुद्रं श्रोतुम् अहं चिन्तयामि इति कृतवन्तः किन्तु मम अनन्तरं चिन्तयतु नो चेत् पुनः किं भवेत् बुधवासरे एकमेव रूपम् इति अहं चिन्तयामि मामन्सि इति केवलं खरीच इति कृत्वा महाप्राणतकारस्य अल्पप्राणतकारः परन्तु झरो झरि भवति वा न भवति वा इति प्रश्नः तस्य क्वश्चन् अस्तु आगामिवर्गे सहायं करोतु धन्यवादः कः पुष्पा भगिनी भवतः क्रमः अस्ति साधु इदानीम् एकनिमिषः किं करोमि भगिनि लोट् लकार मामन्त् मामन्त् लोट लोट् लकार मामन्त् एकनिमिष नासिक् अथवः मामन्त् एकनिमिष नासिक कुत्र अस्ति हन् हन् तद् no mood somewhere I can't one second moment ekanimsha rain rukaranta halanta kim trusty moment kosh dog trust जम्हं मामन्त् अस्तु मामन्त् अत्र मामन्त् लोट्लकारे थकारस्य खरीचा तत्र तकारः अल्पप्राणतकारः आगच्छति सम्यक् अल्पप्राण तकारः तु अत्र अत्र मामन्तु तकारः तकारः अत्र मामन्त् आमन्तु यस् इट् इस् मामन्तु मामन्तु अत्र सकारस्य लोपः भवति वा किं किं किं कारणेन किं सूत्रं हल् नकार हलि अस्ति तस्य अनन्तरं झर् वर्ण तकार अस्ति तस्य परे तकार तु अस्ति झरो झरि समर्णे अनेन हल् उत्तरस्य पूर्व समर्णलोप भवति तत्तु विकल्पेन भवति किन्तु विकल्पेन लोपः भवति विकल्पेन लोपः या तकार सो रूपं किं भवति आमन्तु द्वे तु तकारः अपि अस्ति न आम् आम् ओके तद् एतत् विकल्पेन अस्तु ईतु मामन्थीतु तदेव तिष्ठति तकारस्य लोप् कोऽपि न कार्यमस्ति मामन्थीतु अजन् अजादि तथैव तात्तु तकारस्य अल्पप्राणतकारः करीचा इत्यनेन तात् मामन्तात् तथैव विकल्पेन तकारस्य लोपः अपि भवति मामन्तात् किन्तु कार्यं भवति साधु अनदितम् अनदितं हल् उपादायेन तत्तु मामन्त् योगता तात् इति कित् यद् अस्ति साधु अनदितं हल् उपादाय कितिङिति परे नकारस्य लोपः भवति साधु मामत्तात् एतदेव तिष्ठति मामत्तात् परे सकारस्य लोपः किं सूत्रम् अगेन् केन् यु से इट् प्लीस् रिटन् डौन् देयर् इन् द अनदितः लोपदाय कितिङ् इति तत् लोपः तदेव लोपः न तत् तत् कारणेन न लोपः भवति परन्तु तकारस्य लोपः किं कारणेन भवति तकारस्य लोपः न भवति परन्तु प्रसक्ति नास्ति कारण कि नकार जात साधु तो हल् परे तकार भवेत् हल् परे नास्ति इदानीं अकार अस्ति तस्य पूर्वं मामत्तु साधु मामत्तु तिष्ठति तदेव न मामत्तु मामत् तात् इति भवति मामत् तात् द्वयं तकार भवति प्रथम तु एक एव विकल्पेन किम् आगच्छति तत्र नकार अस्ति तत्र तु इति पित् अस्ति सो अनदित हल् उपादाय तस्य कार्यं न भवति नकारलोप न अस्ति तत्र नकार अस्ति आम् नकार तिष्ठति नकार तिष्ठति तकारस्य लोपः किं कारणेन आगच्छति झरो झरि सवर्णे इति सूत्रेण नकार हल् अस्ति हल् वर्ण सम्यक् सम्यक् अस्तु अस्तु मामतात् द्वे तकारः अस्तु अत्र मामतात् मामतां तदेव अतु तु मामन्थतु नकारस्य लोपः अपित् अस्ति न अपित् अस्ति किति नीति परे नास्ति नकारस्य अपित् ङित्वत् भवति साधु किति इति सूत्रेण गुण न भवति इति वयं वदामः. सो अनुदित् अस्ति इदानीं तत् सो अनुदित् हल् उपधायांकारस्य नकारस्य पूर्वं नकारस्य लोप भवति. मामतत्तु हि तु अत्र एतदपि फस्ट् कार्यं खरीच प्रथमतया न खरीच कथं प्रथमं किं भवति अपि च अस्ति साधु भूजल्योहेर्धिः तत् कार्यं करोति न नो प्रथमम् अनुदित् हल् उपधायां तस्य कार्यं भवति अस्तु अस्तु नकारस्य नकार गच्छति मामत् योगः हि अत्र नकारस्य डकारः आगच्छति कथं हकारस्य डकारः आगच्छति न भगिनि होडः होडः इत्यनेन नास्ति हि हि अस्ति न तदेव हेजल् हुजल्यो हेर्दिः तदेव उक्तं प्रथमतया हेर्दिः धकारः आगच्छति धकारस्य परे ऐ मीन् तकारस्य परे धकारः अस्ति इति अस्ति अत्र तकारस्य स्थाने धकारः आगच्छति मूर्धन्य परे परन्तु मूर्धन्य कथं तकारः अस्ति न तथैव हकारः अस्ति तकारः धकार अपि समान वर्गीय अस्ति न तवर्गीय समानकार धकार द्वय तवर्गीय स्तः तत्तु तद् जष्ट्वं भवति न इदानीं जष्ट्वं भवति तकारः आगच्छति परे दकार आगच्छति दकार जलां दकारः आगच्छति पूर्वे तकारस्य अल्पप्राणतकारः आगच्छति परे धकारस्य धकारः हेर्दिः धकारः अस्ति न तथैव धकारः आगच्छति अल्पप्राणधकारः किं भवति किं भवति मामद्धः मामद्धि दकार अल्पप्राणधकारः महाप्राणधकारः मामद्धि अत्र तद् तदपि नकारस्य न तद् इदानीं तात् अस्ति न हि अपि अभवत् न इदानीं मामद्धि इति रूपं भवति हि ईहि अपि अस्ति न ईहि नास्ति अत्र इहि भवती लङ्लकार पश्यन्ति वा ओ अस्तु अस्तु अस्ति इदानीं तात् अस्ति अत्र तकारस्य अल्पप्राणतकारः आगच्छति नकारस्य लोपः भवति अनुदितां हल्लुपदायां चेति इत्यनेन परे मामत्तात् एव तिष्ठति न खरी च अपि कार्यं करोति न तात् तकार खरी अस्ति तकारस्य तकार भवेत् पूर्वे उक्तं इदानीमेव पूर्वे इदानीं रूपं भवति न प्रथमं नकारलोप भगिनी मूर्धन्यतकारस्य तकारः परिवर्तनम् आगच्छति इति इदानीं उक्तम्. नकारलोपः प्रथमम्. अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु. तत्तु प्रथमतया मम नकारः लोपः तकारस्य करीच इत्यनेन तकारः मामत्तात् मामत्तं मामत्ता मा आनि आवा आम अत्र तिक्त् अस्ति तत् सत् नकारस्य लोपः नास्ति. मामन् न सम्यक् मामन्तानि मामन्ताव मामन्ताम साधु. धन्यवादः भगिनि. साधु सम्यक् प्रयत्नम् अस्तु भगिनि. अस्तु भगिनि अत्र श्रूयते वा? आमाम्. अत्र सवर्णस्य विषये वयं चर्चितवन्तः खलु. तत्र सूत्रमस्ति तुल्यास्य प्रयत्नं सवर्णम् इति. तर्हि तुल्यास्य प्रयत्नं सवर्णम् इति यदा वदामः तत्र केवलं स्थानम् एव न पश्यामः. यत्र वयं स्थानम् अपि च आभ्यन्तरप्रयत्नं द्वावपि समानं भवति चेदेव तत्र सवर्णम् इति वदामः. 119 इति अष्टाध्यायी डाट् काम् मध्ये अपि पश्यतु. तर्हि तत्र सवर्णसंज्ञा इत्युक्ते तत्र उच्चारणस्थानं तथा च आभ्यन्तरप्रयत्नाः समानाः सन्ति चेत् तर्हि अत्र उच्चारणस्थानं तु समानमस्ति यथा भवती उक्तवती तकारस्य सकारस्य, परन्तु आभ्यन्तरप्रयत्नः भिद्यते तत्र. यतोहि तकारः स्पृष्टः भवति अपि च सकारः तत्र विवृतः भवति, ईषत् विवृतः भवति इति कृत्वा तत्र एकमेव रूपम् आगच्छति. अस्तु धन्यवादः. धन्यवादः. शनि क्षम्यतां मम दोषः अभवत्. भाव्या भगिनी भवती करोति वा लङ्घकः मामन्त अस्ति वा? भगिनि मया उक्तं न भाव्या भगिनी सा नास्ति. अस्तु अरुणा भगिनी भवती करोतु लङ्घकं पठदमम् अडागम आगच्छति लुङ् लङ् लुङ् षड्दुदात्तः सूत्रेण अडागम मामन्त् योगः तकार तकार हल्नाद्यो दीर्घाश्रुतिस्य प्रक्तः सूत्रेण तकारलोपः भवति. मामन्त् पदसंज्ञा भवति मन्त् तिर्थस्ति स नकारलोपः न भवति. मामन् केन सूत्रेण तकार संयोगः अस्ति साधु संयोगान्तस्य लोपः अन्तिमथकारस्य लोपः अमामन् इति रूपम् अमामन् योगः ईत् अत्र अमामन्त् तित् अस्ति नकारलोपः न भवति. तकारसन दकार अपि भगिनि अवसाने धन तकार अमामन्त् मामन्त् योगः ताम् अत्र ताम् अपि अस्ति ततः नकारलोपः भवति. अनिदितां हल्लुपदाया किन्निति च किन्निति इति सूत्रेण आमान् आमामत् योगः तां खरिचा इति न न खरिचा न कलिचायसूत्रेण अमामत्तां उहुः अस्ति अत्रापि लकारलोपः भवति उहुः इति अपि अस्ति अनिदितां हलोपदाय किन् इति सूत्रेण अमामत्थुः अमामत्थुः अमामन्त् योगः स अत्रापि हल्लाद्योद्योगसूत्रेण सकारलोपः पदसंज्ञा भवति संयोगान्तस्य इति सूत्रेण थकारलोपः भवति अमामन् रूपमेव भवति ईषि अत्र वर्णमेलमेव अमामन्थीषि तम् अस्ति अत्रापि प्रथमं नकारलोपः तम् इति अपि कारण अमामत् योगति खरिचैतसूत्रेण थकार अल्पप्रणतकार अमामत्तम् अमामत्त अमामत्त अम् अत्र तित् अस्ति अमामन्थम् अमा वह् वह् वा अस्ति चेत् अपि अस्ति नकारलोपः अमाम साधु उत्तम विधिलिङ्ग् अपि करोतु अत्र या तपित् अस्ति ततः नकारलोपः भवति अनुदिताम् इति सूत्रेण सो मात् मामत् यातां मामत्या मामत्युः मामत्याः मामत्यातं मामत्यात मामत्यां मामत्याव मामत्याम उत्तमम् मणिमहोदय भवतः क्रमः साधु वनी वञ्च अहमपि अस्मि भगिनि क्षम्यतां भगिनि भगिनि भवती करोतु वनि वञ्च वञ्च इति धातुः इति तर्हि वञ्च योगः किम् अस्ति धातोरेकाचो हलादेः क्रिया समभिहारे यङ् इत्यनेन पौनपुण्यम् इत्यर्थे समभिहारे इत्यर्थे यङ् प्रत्ययः विधीयते तर्हि वञ्च योगः यङ् भवति अनन्तरं यङोचीच इत्यनेन यङः लुक् भवति तदनन्तरं वञ्च इति धातुः तिष्ठति तदा तु संयुङ्गोः इति संयुङ्गोः इत्यनेन किम् अस्ति द्वित्वं भवति तर्हि वञ्च वञ्च इति भवति अशमि वञ्च वञ्च इति भवति वञ्च इति भवति अनन्तरं हलादिशेषः इत्यनेन ववञ्च भवति खलु ववञ्च भवति अनन्तरम् अत्र किमर्थम् अत्र तु अन्यसूत्रम् अत्र पश्यामि महोदयस्य महोदय स्कन्दाम् अनेन नीक् आगमः भवति अत्र एतेषां धातूनां नीकागमो अभ्यासस्य च नीकागमो भवति तर्हि वनि नीकागमः भूत्वा वनि वञ्च इति भवति नूतनधातुं सनाद्यन्तदातवः इत्युक्ते नूतनधातुं प्राप्नुमः तदनन्तरं वनि वञ्च योगः ति इति अस्ति अधुना तु किम् अस्ति अत्र तु चोहोकुः इति भवति वञ्च इति चकारः अस्ति चोहोकुः इति भवति खलु चोहोकुः इति कृत्वा किं भवति वनि वङ्क् प्लस् टु इति अस्ति कवर्गीवर्णः आयाति वनिवङ्क् योगः अस्ति वनिवङ्क्ति इति एव भवति खलु वनिवङ्क्ति आं वनिवङ्क्ति इति किन्तु ञकार अस्ति न वनि आम् आं तत्र तु आं सत्यं क्षम्यतां तर्हि मूले तु नकारः इति कृत्वा अत्र तु वयं किं कुर्मः आकृतव्यूहः पाणिनीयः इति नकारमेव वयं स्वीकृत्वा यत्र ककारः भवति तत्र तु किमर्थम् इत्युक्ते प्रत्यय अभाव लोपे क्षम्यतां निमित्तपाये नैमित्तिकस्य अपायः इति वयम् अधुना न स्वीकुर्मः इति कृत्वा अकृतव्यूहः पाणिनीयः इति स्वीकृत्य नकारः एव अस्ति इति स्वीकृत्य किम् अस्ति नकारस्य तु प्रथमं तु किं भवति नश्चापदान्तस्य जलि अनन्तरम् अनुस्वारस्य ए परसवर्णः इति नकारः भवति तर्हि वनि वङ्क्ति इति रूपम् अनन्तरं तः इति अस्ति वनि वञ्च् ईति इति वनि वञ्च् ईति इति अस्ति अत्र तु केवलं वर्णमेलनम् अस्ति वा इति आम् आम् वर्णमेलनम् अस्ति तर्हि वनि वञ्च् ईति इति रूपम् अनन्तरं तः इति अस्ति वनि वञ्च् योगः तः इति अस्ति तर्हि अत्र तु अधुना प्रथमं किं भवति इत्युक्ते अपित् अस्ति इति कृत्वा निर्भूत्वा अत्र तु अनिदितां हल् उपादायानिति इति सूत्रेण अत्र नकारस्य लोपः भवति उपादायः नकारः अस्ति तर्हि वनि वच् योगः तः इति भवति अनन्तरं चोहोकुः भूत्वा ककारः भवति वर्णमेलनं मणिवक्तः इति भवति अनन्तरं अतु इति अस्ति अति इति अस्ति अति इति अस्ति अति इति अत्रापि अपित् अस्ति किन्तु अत्र तु आम् अपित् अस्ति इति कृत्वा अनिदितां हलुपदायान् इति इत्यनेन नकारलोपः वनि वच् भवति वनि वच् योगः ति इति अति अति इति भवति वनि वचति इति रूपम् अनन्तरं सि इति अस्ति वनि वञ्च् योगः सि इति अत्र तु पित् अस्ति इति कृत्वा अनिदितो अनिदितां हलोपदायन् इति इत्यस्य प्रसक्तिः प्राप्तिः नास्ति तर्हि चोः कुः इति तर्हि वनि वनि वक् भवति तथा तु वयम् अकृतव्यूहः पाणिनीयाः इति स्वीकृत्य किम् अस्ति अत्र नकारस्य नकारं प्राप्नोति किमस्ति नकारस्य नकारस्य अनुनासिकः कथं भवति किं नश्चापदान्तस्य जलि अनुसारस्य परसवर्णः इति नकारः भवति तर्हि वनि वङ्क् अनन्तरं सि इति अस्ति अधुना क्षम्यतां प्रथमं तु किं भवति नशापदान्तस्य भवति तदनन्तरम् आदेशप्रत्ययोः इति कार्यं करोति खलु सूत्रसहित यत्र वयं दृष्ट्वा पश्यामः चेत् आदेशप्रत्ययोः भूत्वा वनि वङ्क्षि इति भवति वनि अनन्तरम् अनुस्वारस्य ई परसवर्णः इति भूत्वा अन्ततो अनुस्वारस्य ई परसवर्णः इति भूत्वा वनि वङ्क्षि इति रूपम् अनन्तरम् ईषि इति अस्ति अत्र तु पुनः नित् नास्ति पित् अस्ति इति कृत्वा अनिदितो हल् अनिदितां हल् उपादायानिति इत्यस्य प्रसक्तिः प्राप्तिः नास्ति वनि वञ्च् योगः ईषि वनि वञ्च् ईषि इति रूपं साधयामः अनन्तरं थः इति अस्ति अनिदितां हल् उपादायानिति इत्यनेन नकारस्य लोपः वनि वच् अनन्तरं चोः कुः इत्यनेन चकारस्य ककारः वनिवक्तः इति वनिवक्तः अनन्तरं मी इति अस्ति पुनः पित् अस्ति अनिदितां हलोपदायान् इति इत्यस्य कार्यं नास्ति अनिदितां हलोपदायां निति खलु अन्य आमाम् इत्यस्य कार्यं नास्ति तर्हि वनि वञ्च् योगः मी इति अस्ति तर्हि वनि वञ्च् मी इत्येव वर्णमेलनं भवति अत्र जलि नास्ति ईमि इति अस्ति पुनः वर्णमेलनं वनि वञ्चीमि इति. वः इति अस्ति पुनः जलि नास्ति किन्तु अपित् अस्ति इति कृत्वा अनिदितां हलुपदयनिति इति सूत्रेण नकारस्य लोपः वनि वच् इति भूत्वा वनि वच् वः इति रूपम्. अग्रे अपि वनि वच् मः इति रूपम्. तस्य क्रमः अस्ति लोट्लकारे तु अस्ति वणि वञ्च् तु पित् अस्ति जलि अपि अस्ति अधः नकारस्य न लोपः भवति परन्तु वञ्च् चोः कार्यं करोति अहं चिन्तयामि. चकारस्य ककारः अधः प्रसवनात् ई प्रसवनात् चेत् ञकारस्य नकारः भवति अतः वावङ् तु इति रूपम् ई तु वावञ्चि तु तातस्य अत्र अपि अतः अनिता मालपदयः इति सूत्रेण नकारस्य अपदा नकारस्य लोपः भवति वच् योः तात् इदानीं प्रोकुः अपि भवति वा वणिवक्तात् इति तदेव द्विवचने वणिवक्तां तु अस्ति वणि पञ्चतु इति अनन्तरं हि अस्ति मध्ये धन्यवादः तदपि अपि ततः नकारस्य लोपो उपदा नकारस्य लोपो भवति वणिवच्छतु इति धन्यवादः. हि अस्ति वणिवञ्च् यो भवति हल्या भवति वासु न क्षम्यतां हि अस्ति अपि अस्ति अत्र अपि तस्य अधः उपदा लोपो भवति नकारः वणि वच् योहति इदानीं भूजल् व्योहति कार्यं करोति भगिनि अधः हि स्थाने दि आदेशः जल् अस्ति अधः जलि अस्ति चोः कुः इति कार्यं करोति ककारः भवति मेलन वणि जलाञ्जषि इति सूत्रेण ककारस्य तृतीयककारः भवति अतः वणि वङ्ति इति रूपं धन्यवादः. अत्रापि पित् अपित् अस्ति अतः बुधा नकारः लोपो भवति वणि वच् न क्षम्यतां लोपो भवति चोहुः वाणि वणि वक्तात् रूपं तदेव द्विवचने वणि वक्तं बहुवचने वणि वक्त इति उत्तमपक्षे किमपि कार्यं नास्ति मेलनेन वणि वञ्चानि वणि वञ्चा वा वणि वञ्चाम इति रूपाणि भवन्ति. वयं वदामः कार्यं नास्ति किन्तु महोदय वक्तव्यं वक्तपदार्थं भवति अपि अनुसर्तये पर्सनमिति वक्तव्यं कुत्र भवति यथा वनि वक्षाणि यत्र लकारे अस्ति तत्र उक्तवान् इति वक्तव्यं वक्षापदार्थे खलु धन्यवादः. आं भगिनि अत्र लङ्लकारे अडागमः आगच्छति अतः अवनीवञ्च् इति रूपम् अङ्गं तर्हि अवनीवञ्च् योगः तकारः अत्र मूले नकारः इति स्मर्तव्यम् तर्हि तत्र तकारस्य लोपः भवति हल्याभ्यो दीर्घात् अपृत्तं हल् इति कृत्वा तकारस्य लोपः भवति अपि च अवनिवञ्चिति इदानीं पदम् अभवत्, परन्तु नकारः यः मूले आसीत् तत्र इदानीं नकारः मूले आसीत्, नश्चापदान्तस्य झलि इति कृत्वा तत्र अनुस्वारः भवति चेत् इदानीं नकारः चकारः अस्ति, तर्हि नकारः चकारः संयोगः वर्तते इति कृत्वा संयोगान्तस्य लोपः इति कृत्वा चकारस्य लोपं कुर्मः, तर्हि अवनि वन् इत्येव तिष्ठति. अत्र नश्चापदान्तस्य झलि अपि च ययि परसवर्णः इत्यनयोः कार्ये न भवतः, यतोहि तत्र असिद्धं भवति. अस्माकं नकारः मूले अस्ति, अपि च तत्र नश्चापदान्तस्य झलि तृतीयपादे अस्ति, अनुस्वारस्य ययि परसवर्णः चतुर्थपादे वर्तते, तर्हि अवनि वन् इत्येव कुर्मः. अपि च संयोगान्तस्य लोपः तु द्वितीयपादे अस्ति इति मन्ये, तर्हि तस्य एव कार्यं भवति इति. अवनि वन् इत्येव पदमिदानीं रूपं सिद्धं. तदनन्तरम् ईत् इति अस्ति, ईत् इति अवनि वञ्च् योगः ईत्. अत्र अवनि वञ्च् ईत् इति यद्यपि वयं केवलं मेलनं कुर्मः अवनि वञ्चीत् इति, अत्रापि नकारस्य नश्चापदान्तस्य झलि कृत्वा अनुस्वारः, अनुस्वारस्य ई परसवर्णः इति कृत्वा यकारः अपि आगच्छति. तदनन्तरम् अनि अवनि वञ्चीत् इति यदा भवति, झलां जशोन्ते वावसाने इति कृत्वा रूपद्वयं भवति भवतः तत्र अवनि वञ्चीद् अवनि वञ्चीत् इति. तर्हि अत्र झलां जश्रुन्ते अन्ततो गत्वा एव कुर्मः, यतोहि तत्र रूपं प्राप्य एव कुर्मः खलु. प्रथमं नश्चापदान्तस्य झलि अपि च ये परसवर्णः कुर्मः वा, नो चेत् गत्वा कुर्मः प्रथमं कृत्वा तदनन्तरं वयं वक्तुं शक्नुमः यदि वर्णमेलनं अभवत्. परन्तु झलां जशोन्ते इति द्वितीयपादे अस्ति खलु, तर्हि अन्ततो गत्वा वक्तुं शक्नुमः वा. अहं चिन्तयामि ईत् इति तदनन्तरं वर्णमेलनं भवति, अङ्गस्य कारं भवति. तर्हि प्रथमं नश्चापदान्तशैली ये परसवर्णः अङ्गकार्यं समाप्य तदनन्तरम् ईत् इति योजयामः, तदनन्तरं तत्र जलां जशोन्ते. अस्तु, तर्हि तदनन्तरं ताम् इति अस्ति, ताम् इदानीम् अपित् अस्ति अत्र. तर्हि अनिदितां हलोपदाया किङिति इति कृत्वा तत्र नकारस्य लोपः भवति, अवनि वच् इदानीं चोः कुः इति कृत्वा अवनि वक् निमित्तमस्ति झलि परे इति, तर्हि अवनि वक्ताम् इति रूपं. तदनन्तरम् उः अस्ति, उः अपि अत्र अपित् इति कृत्वा न लोपः भवति, अनेदितां हलोपदायाङ् इति किं किम् इति, तर्हि अवनि वच्छुः इति एव रूपं. तदनन्तरम् अवनि वञ्च् योगः सकारः, यथा पूर्वम् अत्रापि मूले नकारः अवनि वन् अवनि वन् योगः अवनि वञ्च् योगः सकारः, सकारस्य लोपः हल्ञाभ्यसूतिस्य दीर्घस्य प्रस्थं हल् इति कृत्वा अवनि वञ्च् तत्र नकारः चकारः संयोगे संयोगान्तस्य लोपः इति कृत्वा चकारस्य लोपः अवनि वन् इत्येव रूपं भवति. तदनन्तरम् ईः यत्र अस्ति, ईः इदानीम् अत्र पित् अस्ति, अतः न लोपः न भवति, अतः केवलं मेलनं. परन्तु अत्रापि नश्चापदान्तस्य झलि अपि च अनुस्वारस्य परसवर्णः कुर्मः, तर्हि अवनि वञ्च् योगः ईः अवनि वञ्चीः इति रूपं. तदनन्तरं तं त अत्र द्वावपि अपित् अनिदितां हलोपदायां किङिति इति न लोपः, अवनि वच् योगः तं त तत्र चकारस्य ककारः चुः कुः, अतः अवनि वक्तम् अवनि वक्त इति रूपे. तदनन्तरम् अवनि वञ्च् योगः अम् इदानीं अत्र क्षमापदन्तस्य परन्तु न एतद् वक्तव्यं किल नश्चापदान्त्यस्य जलि अपि च अनुस्वारस्य इति उक्त्वा तदनन्तरं मेलनं कृत्वा अवनीवञ्चम् इति मकारः मकारः तु अत्र अपित् अस्ति न लोपः भवति अवनीवच् योगः वकारः मकारः अत्र चोहोकुः न भवति यतोहि झल् वर्णः नास्ति इति कृत्वा अवनीवच्व अवनीवच्म इत्येव धन्यवादः भव्या भगिनी इदानीं ध्वंस जात केवलं लट् लकार कृतवन्तः किन्तु समयः अभवत् अग्रिमे वर्गे वर्गे कुर्मः निश्चयेन भगिनि तथा कुर्मः तदापि यथा धन्यवादः भगिनी शुभरात्रिः धन्यवादः